गतरविवासरे तनादिगणः इति विषयः आरब्धः। तनादिगणे विकरणप्रत्ययः अस्माभिः दृष्टं, विकरणप्रत्ययः अस्ति उ इति विकरणप्रत्ययः अस्ति। तस्य स्वभावः कीदृशः? आर्धातुकप्रत्ययः अस्ति। अन्येषु गणेषु विकरणप्रत्ययः अस्ति सार्धातुकप्रत्ययः, परन्तु अत्र आर्धातुकप्रत्ययः अस्ति विकरणप्रत्ययः। परन्तु कोऽपि महान् भेदः इति नास्ति कार्ये, कार्ये तु महान् भेदः नास्ति। यत्र उ प्रत्ययः आर्धातुकमस्ति, अतः सार्वधातुक आर्धातुकयोः इति सूत्रेण, अपि च पुहन्तलघुपदस्य च इति सूत्रेण, यत्र यत्र गुणं भवति तत्र तत्र गुणः भवति, तत्र तत्र गुणः करणीयः इति अस्ति। तर्हि गतरविवासरे अस्माभिः उ प्रत्ययस्य कारणेन धातुमध्ये यत् धातुरूपी अङ्गमध्ये यत् अङ्गकार्यं भवति तदस्माभिः पठितं। तत्र प्रथमं तु क्रुधातुविहाय अन्ये हलन्तधातून् वयं पश्यामः, यतोहि क्रुधातु कृते कार्यं भिन्नं भवति। तर्हि अन्येषु हलन्तधातुषु यत्र यत्र उ इति प्रत्ययात् सुगन्तलघुपदस्य च इति सूत्रेण लघु इकवर्णः अस्ति चेत् तत्र गुणकार्यं भवति, अन्यत्र केवलं वर्णमेलनं भवति इति अस्माभिः दृष्टम्। अतः तत्र किमपि नूतनं नास्ति। तदनन्तरं द्वितीयसोपानमस्ति सिद्धतिङ्गप्रत्ययानां निर्माणम्। अत्रापि निर्माणं तत्रापि वयं जानीमः अदन्त अङ्गानां कृते सिद्धतिङ्गप्रत्ययाः के सन्ति इति तु अस्माभिः पूर्वमेव पठितम्। अतः तस्य अपि ज्ञानम् अस्माकं समीपे अस्ति। तदनन्तरं तृतीयसोपानमस्ति यत् इदानीं वयं पठिष्यामः, यत् सिद्धतिङ्गप्रत्ययः अपि च अङ्गस्य मेलनं कथं भवति। तत्र सिद्धतिङ्गप्रत्ययात् अङ्गमध्ये यत् कार्यं भवति अपि च मेलनं भवति तत् कीदृशमस्ति इति वयं पश्यामः। गत अस्माभिः स्वादिगणे अपि दृष्टं यत् तृतीयसोपाने एव महान् कार्यः महत्कार्यं भवति, तथैव तनादिगणे अपि तृतीयसोपाने एव महत्कार्यं भवति। प्रथमसोपाने द्वितीयसोपाने तु किमपि नूतनकार्यं नास्ति। तर्हि इदानीं तनादिगणे तृतीयसोपानस्य विषये इदानीं वयं चर्चिष्यामः। तर्हि इदानीं अत्र तनादिगण इति करपत्रे तृतीयबिन्दुः अस्ति खलु, तिङ्गप्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ्गप्रत्ययोः मेलनं, सर्वे प्राप्नुवन्ति वा? आम् जि, सिद्ध अस्ति। अस्तु, मीना महोदय पठतु। मीना महोदय म्यूटेड् मैसेल्फ्। तिङ् प्रत्ययनिमित्तकम् अङ्गकार्यं तत्र एव तिङ् प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्ग तिङ् प्रत्ययोः मेलनम्। अत्र तिबादीनिमित्तं मत्वा अङ्गकार्यं क्रियते। द्वितीयबिन्दुः एव खलु, तिङ् सञ्जकप्रत्ययः सिद्धिः तदभवत् खलु, तत्तु वयं जानीमः, तत्र किमपि नूतनं नास्ति। अस्तु अस्तु, तृतीयबिन्दुः इदानीम् प्रतिपादीनिमित्तं मत्वा अङ्गकार्यं क्रियते, यथा तनु इति अङ्गं, ति इति प्रत्ययः, तनुयोगः ति गुणः भवति, तनुयोगः ति। अस्मिन् सोपाने कार्यं स्वादिगणस्य सदृशं, स्वादिगणे कथम् आसीत् इति स्मरन्तु। न स्मरामि। धातूनां विभागद्वयम्, अजन्तदातवः हलन्तदातवः च, किमर्थम् एवम् आसीत्? यतः स्वादिगणे अजन्तदातूनाम् अङ्गम् असंयोगपूर्वं चिनु, हलन्तदातूनाम् अङ्गं संयोगपूर्वं शक्नोति। स्वादिगणे सर्वत्र अङ्गं उकारान्तं किल श्नु प्रत्ययस्य कारणात्, यत्र अङ्गम् उकारान्तं तत्र उकारात् प्राक् द्वयोः हलोः संयोगः अस्ति चेत् अङ्गं संयोगपूर्वम् इति उच्यते. यथा शक् योगः नु शक्नु इति अङ्गं संयोगपूर्वम्, ची योगः नु इति चिनु इति अङ्गम् असंयोगपूर्वम् इति. अनेन भेदेन स्वादिगणे भागद्वयस्य कार्यं त्रिषु स्थलेषु भिद्यते स्म. स्मरन्ति वा केषु त्रिषु स्थलेषु? अजादि अपित्सु संयोगपूर्वात् पूर्वम् असंयोगपूर्वात् यन् एक भेदः. वकारादि मकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उ लोपः द्वितीयभेदः. असंयोगपूर्वात् हि प्रत्ययस्य लोपः तृतीयभेदः. किं लिखितम् अत्र? अत्र स्वादिगणे किम् अभवत् इति वर्णयति. तनादिगणे तनुयोगः इति गुणः भवति. अस्मिन् सोपाने त्रिषु सोपाने स्वादिगणस्य समानमेव. स्वादिगणे कथमासीत् इत्युक्ते अजन्तदातवः हलन्तदातवः इति भेदद्वयम् अस्ति. स्वादिगणे अजन्तदातु अङ्ग अजन्तदातु अङ्ग अङ्गम् असंयोगपूर्वं चिनु इति धातु. हलन्तदातु अङ्गं संयोगपूर्वं शक्नु इति धातु. सर्वे धातवः उकारान्तमेव अन्तिमवर्णः श्नु इति धातु उकारान्तः कारणात् उकारात् पूर्वं द्वयोः संयोगः अस्ति चेत् अङ्गं संयोगपूर्वं, संयोगः नास्ति चेत् असंयोगपूर्वं शक्नुवन् चिनु इति धातु उदाहरणं दत्तम्. अनेन भेदेन संयोगपूर्वम् असंयोगपूर्वम् इति भेदेन स्वादिगणे भागद्वयं त्रिषु स्थलेषु भवति. प्रथम सोपानं प्रथमस्थलेषु प्रथमभेदः अजादि अपित्सु तीतः अन्ति. तत्र अजादि अपित्सु संयोगपूर्वात् उवङ् भवति. कुष्णु भोः यङ् उवङ्गम् इति सूत्रेण इति अचिष्णु धातु ब्रुवां यो यङ् उवङ्गौ इति धातु इति सूत्रेण. यदि असंयोगपूर्वम् असंयोगपूर्वम् अस्ति तत्र यङ् भवति. अचिष्णुः सार्वधातुके इति सूत्रेण. द्वितीयभेदः वकारादि मकारादि वः मह इति प्रत्यये परे विकल्पेन असंयोगपूर्वस्य ऊलोपः लोपश्चान्यतरस्यां भूमोः इति सूत्रेण चिन्तयामि. असंयोगपूर्वात् तृतीयभेदः असंयोगपूर्वात् हि प्रत्ययस्य लोप अपि च हे लुक् उतश्च प्रत्ययाश्च प्रत्ययात् असंयोगपूर्वात् इति हेर् लुक् इति सूत्रेण हि लोपः भवति तृतीयभेदः. सम्यक्. तर्हि स्वादिगणे अस्माभिः दृष्टं यत् असंयोगपूर्वसंयोगपूर्व इति भेदात् तृतीय भेदः इति कारणेन तृतीयभेदः भवन्ति. तर्हि इदानीं प्रश्नः अस्ति ते सर्वे भेदाः तनादिगणे अपि भवन्ति वा न वा इति चिन्तनीयं. तर्हि इदानीम् अग्रे पश्यतु, पठतु. तनादिगणे अस्माकं नवधातवः सर्वे हलन्ताः एव. अपि च सर्वेषाम् अङ्गम् उकारान्तम्, परन्तु येषु नवषु हलन्तधातुषु षण्णाम् अङ्गम् असंयोगपूर्वं तनु षणु सनु मनु वनु क्षेणु नाम एतेषां षण्णाम् अपि अङ्गे उकारात् प्राक् हलोः संयोगः नास्ति. नवसु अवशिष्टानां त्रयाणां धातूनाम् अङ्गं संयोगपूर्वम् अर्णु गर्णु वर्णु इति. येषां त्रयाणाम् अङ्गे उकारात् प्राक् व्यञ्जनयोः संयोगः अस्ति. अनेन संयोगः असंयोगभेदेन स्थनादिगणे यथा स्वादिगणे स्थलत्रये कार्यं विद्यते स्म. अत्र तनादिगणे स्थलद्वये कार्यं, स्वादिगणे स्थलत्रये कार्यं विद्यते स्म. अत्र तनादिगणे स्थलद्वये कार्यं विद्यते. वकारादिमकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उलोपः समानसूत्रेण वा महोदय? असंयोगपूर्वात् हि प्रत्ययः लोपः, तदपि समान. तनादिगणे उवङ् न भवति एव, अतः अयम् उवङ् यङ् भेदः न वर्तते. तर्हि पश्यतु, विकल्पस्य अत्र वकारादि मकारादि विकल्पेन असंयोगपूर्वस्य उलोपः इति सूत्रं किमस्ति? लोपश्चास्य अन्यतरस्यां वोः. तत्र निमित्तं किम् अस्ति? उकारान्त अङ्गम् उतः अस्ति खलु, उतः अनुवृत्तिरूपेण उतः आगच्छति सूत्रे. उतः उतः इत्युक्ते उकारान्त. तर्हि उकारान्त अङ्गम् इति यत्र उकारान्त अङ्गं यत्र उकारः प्रत्ययस्य अवयवः अस्ति इति निमित्तम् अस्ति. तर्हि स्वादिगणे अपि उकारान्त अस्ति, प्रत्ययस्य अवयवः अस्ति श्नु. तनादिगणे अपि उकारान्त अस्ति, प्रत्ययस्य अवयवः अस्ति उ. लोपश्चास्य अनतरस्यां वोः इति सूत्रस्य द्वयोः गणयोः प्रसक्तिः भवति, कार्यं भवति. तथैव उतः उतश्च प्रत्ययादसंयोगपूर्वस्य इति सूत्रम् अस्ति. तत्रापि उकारस्य उकारान्त अङ्ग इति निमित्तम् अस्ति. अतः स्वादिगणे अपि कार्यं करोति, तनादिगणे अपि कार्यं करोति. परन्तु अचिष्णु धातु भ्रुवां युवोर्यम् उभङ्गौ अपि च हुष्णुवोः सार्वधातुके इति सूत्रं यद्यपि स्वादिगणे कार्यं करोति, तनादिगणे कार्यं न करोति. किमर्थम्? अतः अत्र एव कार्यं, स्वादिगणे एव कार्यं करोति. सत्यम्. अचिष्णु धातु ब्रुवाम् अचिष्णु धातु. अत्र सूत्र अत्र सूत्रस्य निमित्तं किं? श्नु अश्नु अचिष्णु धातु ब्रुवाम्. कोऽपि अकारान्त अङ्गं न, अपि च केवलं श्नु प्रत्ययात् अङ्गं धातु. तर्हि धातु न अङ्गं. तर्हि स्वादिगणे एव श्नु प्रत्ययान्त अङ्गमस्ति खलु, तनादिगणे श्नु प्रत्ययान्त नास्ति. अतः तनादिगणे उवङ् यण् इति कार्यम् इति भेदः न भवति. अतः स्वादिगणे स्थलत्रये भेदः भवति, परन्तु द्वितीय तृतीयभेदः तनादिगणे केवलं स्थलद्वये भेदः भवति इति एव तत्र स्वादिगणे स्वादिगणे तनादिगणे च भेदः भवति. अन्यत्र तु समानकार्यमस्ति. सर्वे सर्वे अवगच्छन्ति वा? आं महोदय. फलितार्थः एवं, तनादिगणे यत्र अङ्गं संयोगपूर्वं भवति शक्नु तनादिगणे तनादिगणे यत्र अङ्गं संयोगपूर्वं भवति शक्नुव, तत्र तिङन्तरूपाणि स्वादिगणवत् भवन्ति, परन्तु अजादि अपित्सु उवङ्स्थाने यन् एव भवति. तनादिगणे अत्र अङ्गम् असंयोगपूर्वं चिरु इव तत्र तिङन्तरूपाणि स्वादिगणवत् एव भवन्ति. तर्हि अत्र अत्र पश्यतु, यत्र संयोगपूर्व सन्ति, संयोगपूर्व अङ्गम् अस्ति, तत्र अपि तिङन्तरूपाणि स्वादिगणवत् एव भवन्ति. एकस्मिन् एव स्थले कार्यं भेदः भवति अजादि अपित्सु, यतोहि अजादि अपित्सु इति अस्ति चेत् उवङ्ग् इति स्वादिगणे उवङ्ग् आदेशः भवति, सनादिगणे यण् आदेशः भवति. केन सूत्रेण यण् आदेशः भवति? केन सूत्रेण यण् कुष्णु कुष्णु इको यडचि इको यणचि प्रथमम् आगच्छति, तदनन्तरं अचिष्णु वायु वायु तदनन्तरं तनादिगणे अत्र तनादिगणे अचिष्णु अतः इको यणचि अत्र इको यणचि एव तर्हि केव तत्र स्वादिगणे उवङ् भवति अचिष्णु इति सूत्रेण, अत्र यण् भवति इको यणचि इति सूत्रेण. तदनन्तरं असंयोगपूर्व अङ्गमस्ति चेत् तु सर्वत्र स्वादिगणं स्वादिगणवात् एव भवति कार्यं. तर्हि वस्तुतः बहु न्यूनः भेदः अस्ति स्वादिगणे तनादिगणे. बहुत्र तु रूपाणि समानानि एव सन्ति, यतोहि उभयत्र उकारान्त अङ्गमस्ति खलु, अतः रूपसामान्यं भवति एव इति अस्ति. अस्तु, तर्हि इदानीं धन्यवादः महोदय. एकः प्रश्नः अस्ति, किम् उक्तवान् तत्र अपित्सु अजादि अजादि प्रत्यय अस्ति चेत् तत्र उवं न आगच्छति इति, किं यण् एव भवति किम् इत्युक्ते तत्र वर्णत्रयं संयोग भवति. वर्णत्रयं कुत्र? इदानीम् अहम् उदाहरणं न जानामि, किन्तु इदानीं तु शक्नु एव स्वीकुर्मः, जानामि तत्र तनादिगणे नास्ति इति, किन्तु शक्नु अस्ति तत्र उवङ् न आगच्छति चेत् तत्र श अनन्तरं क न व तत्र वर्णत्रयस्य संयोगः भवति खलु. न शक्नु स्वादिगणे तत्र तु न जानामि जानामि, उदाहरणमेव द्रष्टुं स्वीकृतवती. उदाहरणं सम्यक् एव नास्ति तत्र स्वादिगणे, यत् कोऽपि धातुः नास्ति यत्र वर्णत्रयस्य संयोगः भवति. आम् तत्र नास्ति, किन्तु अत्र तनादिगणस्य उदाहरणं तनादिगणस्य तनु इति उदाहरणम् अपि च अर्णु इति उदाहरणं पश्यतु खलु. अर्णु अत्र अर्णु मध्ये आम् तत्र वर्णत्रयं भवति. अस्तु अस्तु अग्रे विद्यमानो. यथा स्वादिगणे तनादिगणे अपि संयोगपूर्व अङ्गानि सामान्यानि शक्नु इव अर्णु गर्णु वर्णु, असंयोगपूर्व अङ्गानि चिनु इव तनु शणु सनु मनु वनु शेणु विशेषाणि इति. नाम तनादिगणे ये सामान्यनियमाः सन्ति अर्णु गर्णु वर्णु च तान् नियमान् अनुसृत्य प्रवर्तन्ते. असंयोगपूर्व अङ्गानि तनु चणु सनु मनु वनु चेणु आधिक्येन तान् नियमान् अनुसृत्य प्रवर्तन्ते एव, किन्तु स्थले द्वये विशेषाः भवन्ति. तत्र अधः अस्ति तद् आधारेण तनादिगणे प्रतिनिधिचतुष्टयं स्वीक्रियताम्. संयोगपूर्व अङ्गस्य परस्मैपदिधातु ऋण्, असंयोगपूर्वस्य परस्मैपदिधातु तन्, संयोगपूर्वस्य आत्मनेपदिधातुः ऋण्, असंयोगपूर्वस्य आत्मनेपदिधातुः तन्. तत्र उभयपदी अस्ति, परस्मैपदी च परस्मैपदी आत्मनेपदी इति. एषां धातूनां रूपाणि चतुर्षु सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ्ग् जानीमः चेत् तर्हि सर्वेषां तनादिगणीयधातूनां सार्वधातुकलकाररूपाणि जानीमः एव क्रुधातुं विहाय. एतत् विशेषणकार्यमस्ति क्रुधातुमध्ये सुकृजिङ्करणे इति. परन्तु एतत् सर्वं लट् लोट् लङ् विधिलिङ्ग् मध्ये एतत् सर्वेषां तनादिगणीयधातूनामेव सार्वधातुकलकारः रूपाणि जानीमः एव पूर्वमेव. अग्रे पठामि वा? तथा स्वादिगणे तनादिगणे अपि सिद्धतिङ्प्रत्ययाः चतुर्विधाः हलादिपितः अजादिपितः हलादि अपितः अजादि अपितः च. तर्हि तनादिगणे संयोगपूर्वाङ्गधातुभिः सह असंयोगपूर्वाङ्गधातुभिः सह च येषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम्. एतत् उदाहरणरूपेण अधः अस्ति संयोगपूर्वाङ्गधातूनां किं कार्यम् इति. तर्हि इदानीमपि संयोगपूर्व असंयोगपूर्व इति विभागद्वयम् अस्ति. प्रत्येकविभागे अपि प्रत्ययः कीदृशः अस्ति, पित् अह्लादिपित् हलादि अपित् अजादिपित् अजादि अपित् इति द्रष्टव्यं, तदनन्तरं कार्यं करणीयम्. अस्तु, तर्हि प्रथमः विभागः अस्ति संयोगपूर्व अङ्गधातु संयोगपूर्वाङ्गधातूनां कार्यं. यदि संयोगपूर्व अङ्गम् अस्ति चेत् नाम अर्णु घर्णु तत्र कार्यं कथं भवति इति वयं पश्यामः. अस्तु, तर्हि इदानीम् अग्रे अस्ति कार्यं हलादिषु पित्सु गुणः हलादिषु किमपि सन्धिकार्यं न अर्हम्. उदाहरणम् अर्णु युवति अर्णोति. अजादिपित्सु गुणः तदा अवादेशः अर्णु युगः आनि अर्णो आनि अर्ण अव आनि अर्णवानि. हलन्त अपित्सु किन्निति चैत्येनगुणनिषेधः किमपि कार्यं नास्ति, केवलम् अर्णु युवतः अर्णुतः तद् वर्णमेलनमेव. अजादपित्सु इको एनर्जि इत्यनेन यन् आदेशः अर्णु युव अन्ति अर्ण युव अन्ति अर्णम् अर्णवन्ति. तदवयव वयं चर्चितवन्तः संयोगपूर्वधातु नाम कार्यं कथं भवति इति दत्तं. प्रथमं हलादिपित्स् प्रत्ययपरे केवलं गुणः भवति प्रथमं, तदनन्तरं वर्णमेलमेव. तदनन्तरं प्रत्यय अजादिपित्स् अस्ति चेत् गुणः भवति, तदनन्तरम् अवादेशः अपि भवति, रूपनिष्पन्नं भवति. प्रत्यय हलादि अपि अस्ति चेत् किनिति चेत् सूत्रेण गुणनिषेधः भवति, केवलं वर्णमेलनं करणीयम्. अजादि अपित्सु इको एनर्जि सूत्रमेव कार्यं करोति, न तु अचष्टधातु ब्रुवामि इति तत्र. अग्रे स्वादिगणे इको एनर्जि इति सामान्यं यन् विधायकसूत्रं प्रभागे गुणप्रसक्तिः तदा एकवारं यदा गुणनिषेधः भवति तत्पश्चात् धातुर्भ्रुवां युवो रेयं वाङ्गौ इति न उवङ् आदेशः भवति. महोदय, भवत्याः ध्वनिः भवत्याः ध्वनिः त्रुटिता मध्ये मध्ये तत्र त्रुटति. क्षम्यताम्, अधुना ओके सम्यक् अस्ति महोदय. आम् अत्र कृष्णधातु ब्रुवां इयो युवाङ्गौ सूत्रं कथं कार्यं करोति. उदाहरणार्थं शक्नु युव अन्ति भवती पुनः आगच्छतु, तत्र कनेक्षन् प्रयत्नं करोमि. धन्यवादः. अस्तु तर्हि को अस्ति इदानीम् अहमेव समापयामि. तत्र पश्यतु, तत्र अजादि अपित्सु एव एकः भेदः अस्ति. स्वादिगणे अत्र इको यणचि इति सामान्य यणविधायकं सूत्रं प्रभाद्य सार्वधातुक आर्धातुकयोः इत्यनेन गुणप्रसक्तिः. तदा एकवारं यदा गुणनिषेधः भवति निति च तत्पश्चात् अचिष्णुधातुभ्रुवां यवोर्यम् उवङ्गौ इत्यनेन उवङ्गादेशः भवति. तदनन्तरं परन्तु अस्मिन् सूत्रे श्नु प्रत्ययम् उक्तं, न तु उकारः. अतः अस्य सूत्रस्य प्रसक्तिः तनादिगणे नास्ति. तर्हि तनादिगणे अजाद्यपित्सु यथासामान्यं यण् आदेशः एव भवति इकोयणचि इति सूत्रात्. तर्हि अजादि अपित् अस्ति, तर्हि उभयत्र प्रथमतया सामान्यतया सामान्यसूत्रमस्ति इकोयणचि. तदनन्तरम् उभयोः गणयोः सार्वधातुक आधातुकयोः इति सूत्रस्य प्रसक्तिः भवति. यत्र कार्यमपि भवति तत्र कार्यं करोतु, अन्यथा निति च इति सूत्रेण उभयत्र गुणकार्यं निषेधः भवति. इदानीं तत्पश्चात् भेदः भवति. तत्पश्चात् स्वादिगणे अचिष्णुधातुभ्रुवां यवोर्यमुवङ्गौ अथवा उष्णुवोः सार्वधातुके इति कार्यं करोति. परन्तु तयोः सूत्रयोः निमित्तमस्ति श्नुप्रत्ययः. तश्नुप्रत्ययः तनादिगणे नास्ति, अतः अनयोः सूत्रयोः तनादिगणे प्रसक्तिः नास्ति. अतः तनादिगणे केवलम् इकोयणचि नो चेत् सार्वधातुक आर्धातुकयोः. तर्हि यत्र प्रत्ययः कित्नित् नास्ति तत्र गुणकार्यं भवति सार्वधातुक आर्धातुकयोः अपि च पुगन्तलघुपदस्य च इति सूत्रेण. यत्र अपित् अस्ति प्रत्ययः तत्र इकोयणचि एव एकमेव सूत्रस्य प्रसक्ति कार्यं भवति. इकोयणचि इति सूत्रेण यण् आदेशः भवति सामान्यरूपेण इति एव भेदः अस्ति. नो चेत् पश्यतु स्वादिगणवत् एव अन्यरूपाणि स्वादिगणवत् एव भवन्ति. इदा सर्वे अवगच्छन्ति वा किमर्थं भेदः अस्ति? आम् महोदय. अस्तु अस्तु अस्तु, तर्हि अग्रे गच्छामः. विजि महोदय पठतु असंयोगपूर्व. असंयोगपूर्वाङ्गधातूनां कार्यं केवलं स्थलद्वये भिद्यते. स्थलद्वयमपि अपित्सु एव, पित्सु न कोऽपि भेदः. अतः सम्यक्तया तोलयन्तु. असंयो तोलयन्तु इत्युक्ते अवगन्तु. तोलनं असंयोगपूर्वाङ्गधातूनां कार्यं हलादिषु पित्सु गुणः, तनुयोगः ति. अत्र तनु तनोति इति गुणकार्यं भवति. तनु उकार ओकारः भवति, तनुयोगति तनोति. अजादिषु पित्सु गुणः, तदा अवादेशः तनुयोगः आनि, तनोयोगः आनि, तन्योगः अवयवः इति सूत्रेण तन्योगः अवयोगः आनि तनवाणि. तदनन्तरं हलाद्यपित्सु किङिति च इत्यनेन गुणनिषेधः तनुयोगतः तनुतः मेलनमेव. स्थलद्वये अपवादभूतकार्यं लोटि हि लोपः, तनुयोगः हि तनु. वकारे मकारे परे उकारस्य वा लोपः, तनुयोगः वः तन्वः अथवा तनुवः. केन सूत्रेण लोपस्यास्य नितरास्यां भोः इति सूत्रेण लोपश्चास्य अन्यतरस्यां भोः अनन्तरस्य ओके ओके अन्तरस्य मो इति सूत्रेण स्वादिगणे अस्ति अत्रापि अत्र प्रसक्तिः अस्ति. अजादिपित्सु इको एनचि इत्यनेन यण् आदेशः तनुयोगः अन्ति तन् उकारः वकारः भवति यणादेशः तन् योगः उव्योगः अन्ति तन्वन्ति इति. अग्रे अत्र कोऽपि नास्ति महोदय. स्वादिगुणे यथा उपयुक्तं हलन्तधातुषु सक् इव अचि स्नु धातुभ्रुवां योर् इवङ् वाङ् वौ इत्यनेन उवङ् अजन्तधातुषु चि इव यण् आदेशस्य साधनार्थं तस्य सूत्रस्य अपवादभूतसूत्रम् अपेक्षितं हूष्णुवो सार्वधातुके इति. परन्तु तनादिगणे उपरि अचिष्णुधातु ब्रुवां योरिवङ् वाङ्गौ इत्यस्य प्रसक्तिः नास्ति अत्र असंयोगपूर्वपूर्वाङ्गधातूनां कृते. यण् आदेशस्य साधनार्थम् अपवादभूतसूत्रस्य आवश्यकता अपि नास्ति. अतः अत्र सामान्यसूत्रम् इको एनचि इति एव कार्यं करोति. एतत् अपि पठितं किल स्वादिगणे स्वादिगणे हलान्तधातुषु शक् इव अत्र अचि स्नु धातु ब्रुवां योरुवङ् वङ् इति सूत्रेण अज अच् अजन्त धातुकृते स्नु इति प्रत्ययः अतः उवङ् इति आदेशः भवति. तदनन्तरम् एतत् प्रभात्य असंयोगपूर्व धातु कृते हूस्नुवो सार्वधातुके इति अपवादसूत्रम् अस्ति. अतः इको एनचि इति सामान्यसूत्रम् आगत्य कार्यं करोति. किन्तु हूष्णुवोः स्वादिगणे हूष्णुवोः इति आगच्छति, इको एनचि. तर्हि तर्हि किमस्ति, पश्यतु, अजादि अपि अस्ति अपि च असंयोगपूर्वाङ्गम् अस्ति, तर्हि उभयत्र स्वादिगणे अपि तनादिगणे अपि यण् आदेशः भवति. परन्तु यण् आदेशस्य यत् सूत्रमस्ति तद् भिन्नमस्ति. स्वादिगणे यण् आदेशसूत्रमस्ति पुष्णुवोः सार्वधातुके, अजादि तनादिगणे यण् आदेशसूत्रमस्ति इको यणचि. तर्हि पश्यतु, वस्तुतः यदि स्वादिगणतनादिगणस्य इति वयं यदि तोलनं कुर्मः तर्हि एकस्मिन् एव स्थले भेदः अस्ति. संयोगपूर्व अजादि अपित् इति विभागे एव तत्र स्वादिगणे संयोगपूर्व अजादि अपि अस्ति चेत् उवङ् आदेशः भवति, तनादिगणे यण् आदेशः भवति इको यणचि इति सूत्रे. अन्यत्र सर्वत्र सर्वेषु विभागेषु कार्यं समानम् एव अस्ति. स्वादिगणस्तनादिगणस्य समानम् एव दृश्यते, नाम यण् आदेशः एव दृश्यते. तस्य सूत्रस्य आदेशस्य निमित्तं भिन्नं भवितुं शक्नोति. एकस्मिन् स्थले उष्णुवो सार्वधातुके, एकस्मिन् स्थले इको यणचि. परन्तु रूपं यदि केवलं रूपम् इति पश्यामः चेत् स्थले भेदः अस्ति. संयोगरूपं पश्यामः एकस्मिन् अन्यत्र सर्वत्र समानम् अस्ति. अपि त्रिधातु विहाय विशेषमस्ति. अग्रे महोदय, किमर्थं स्थलद्वये संयोगपूर्वाङ्गधातुरूपेभ्यः असंयोगपूर्वाङ्गरूपाणि विद्यन्ते? कस्यापि तनादिगणीयधातोः अङ्गमुकारान्तं भवति किल, ऋण् योगः अत्र गुणकार्यम् अस्ति, उपधायां ऋ इक् वर्णः, अतः अर्नु अर्नु इति किल महोदय. तन् योगः उ तनु, अनयोः अङ्गयोः भेदः कः? अर्नु इति अङ्गे उकारात् प्राक् संयोगः अस्ति. हलो हलो अनन्तर अनन्तरसंयोगः इत्यनेन द्वयोः हल् वर्णयोः मध्ये स्वरः नास्ति चेत् तयोः संयोगः संज्ञा भवति. अज्भिः अव्यवहिता हलः संयोगसंज्ञा स्युः. तर्हि अर्नु इति अङ्गे ऋण् इति संयोगः अस्ति. त्रिषु धातुषु ऋण् गृण् वृण् एवं भवति. यतः तेषु उपधायां ऋकारः अस्ति. ऊविकर्णस्य प्रभावेन गुणः भवति. अपि च ऋकारस्य गुणः अर् अस्ति. अनेन गुणेन रेपस्य धात्वान्ते धात्वन्ते हला सः संयोगः भवति. ऋण् योगः गुणः भूत्वा अर्नु इति. अवशिष्टेषु षट्सु धातुषु उपधायां ऋकारः नास्ति. अतः गुणः अस्ति चेदपि क्षिण् योगः उ क्षेणु संयोगः नैव नैवोत्पन्नः उत्पन्नः. यत्र गुणः न भवति तन् योगः उ तनु तत्रापि संयोगः नास्ति एव. अङ्गन्तात् उकारात् प्राक् संयोगः अस्ति चेत् सः संयोगपूर्वक उकारः. अङ्गन्तात् उकारात् प्राक् संयोगः नास्ति चेत् सः असंयोगपूर्वक उकारः इति मुख्यम्. अत्र संयोगः पूर्वक उकारः असंयोगपूर्वक उकारः इति द्वयोः सरलमेव अस्ति. उकारात् प्राक् संयोगवर्णः अस्ति यथा अर्णु घर्णु वर्णु तत् संयोगपूर्वः उकारः. यत्र उकारात् प्राक् संयोगः नास्ति यथा तनु क्षेणु तत्र असंयोगपूर्वः उकारः इति किमपि नास्ति. अस्तु धन्यवादः. धन्यवादः महोदय. अग्रे सुमित्रा महोदय. प्रथमभेदः परस्मैपदे लोटि मध्यमपुरुषैकवचने सेर्ह्यपि च इत्यनेन सि स्थाने हि आदेशः. तदा सामान्यनियमः एवं यत् अङ्गम् अदन्तं चेत् अतो हेः इत्यनेन हि लोपः. वद योगः हि वद. अङ्गम् अनदन्तं चेत् हि लोपः न. शक्नु योगः हि शक्नुहि शक्नुहि. अरुणो योगः हि अरुणुहि. परन्तु उकारान्तङ्गं चेत् अपि च अन्त्यः उकारः असंयोगपूर्वः चेत् तर्हि तत्र अङ्गम् अनदन्तं सत्यपि हि लोपः भवति. सारांशत्वेन स्वादिगणे हलन्तधातुभ्यः हि तिष्ठति यथा सामान्यम्. अपवादे अजन्तधातुभ्यः हि लोपः. चिनु योगः हि चिनु. तनादिगणे सर्वे नवापि हलन्तः किन्तु तेषु नवसु षण्णाम् अन्त्यः उकारः संयोगपूर्वः अतः हि लोपो भवति. तनु योगः हि तनु. परस्मै पदे मध्यमपुरुष एकवचने सेर्हि विच्च इत्यनेन यत्र सि इति अस्ति तस्य स्थाने हि इत्यस्य आदेशः भवति. अङ्गम् अदन्तं चेत् हि लोपः भवति अतो हे इत्यनेन. परन्तु अनदन्तं चेत् लोपः न भवति. शक्नु अरुणु इत्यादीनि उदाहरणानि. परन्तु यदा असंयोगपूर्वः उकारः अथवा उकारान्त अङ्गं तेषां मध्ये अनदन्तं तिष्ठति चेदपि हि इत्यस्य लोपः भवति एव. तावदेव महोदय. तर्हि सर्वत्र प्रत्येकधातु कृते मध्यमपुरुष एकवचन लोट् लकारे इ स्थाने हि प्रत्ययः भवति सेहर्यपिच्च. तदनन्तरम् अङ्गम् अदन्तम् अस्ति अस्ति चेत् अतो हेः इति सूत्रेण सर्वत्र हेः लुक् लोपः. अतः पठयोग अपि पठ वद लिख इति भवति. परन्तु अनदन्तम् अङ्गम् अस्ति चेत् अतो हेः तु कार्यं न कर्तुं शक्नोति. अतः सामान्यतया अनदन्तम् अङ्गम् अस्ति चेत् हि तत्र लोपः न भवति, न शक्नुहि अर्णुहि. परन्तु तत्रापि अनदन्तम् अङ्गे अपि यदि अनदन्तम् अङ्गम् अपि च संयोगपूर्व उकार अस्ति चेत् असंयोगपूर्व पुनः हि तस्य लुक् भवति. उत लुक् भवति उतश्च प्रत्ययात् संयोगपूर्वात् इति तर्हि यथा चिनु मध्ये चिनुयोगः हि चिनु, तनुयोगः हि तनु. तर्हि आहत्य एहे लुक् स्थानद्वये भवति. प्रथमं तु अदन्तमङ्गम् अस्ति चेत् यथा पठ वद तत्र निमित्तं सूत्रमस्ति. अतो तृतीयस्थाने यत्र हेः लुक् भवति तदस्ति असंयोगपूर्व उकारान्त अङ्गम् यथा तनु अपि च चिनु मध्ये. तत्र हेः लुक् इति इत्यस्य निमित्तमस्ति उपश्च प्रत्ययात् असंयोगपूर्व. महोदय न श्रूयते शब्दमस्ति तत्र. न अहं केवलं पठामि वदामि यत् स्थानद्वये हेः लुक् भवति. एकं तु अदन्तम् अङ्गम् अस्ति चेत् अतो हेः इति सूत्रेण. अन्यत्र यत्र असंयोगपूर्व उकारान्त अङ्गम् अस्ति चेत् तत्र अपि हेः लुक् भवति उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रम्. तर्हि इदानीं तनादिगणे यत्र असंयोगपूर्व उकार अस्ति तत्र उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रेण गुण इति सूत्रेण हेः लुक् भवति. वयं पठामः इदानीं. महोदय एकः प्रश्नः, असंयोगपूर्वक उकारः उकार केवलम् उकारः वा अथवा अचुर्ण कोऽपि अचुर्णः उकार? तत्र उतश् सूत्रं पठिष्यामः खलु. तत्र उतश्च प्रत्ययात् असंयोगपूर्वात् अस्ति विशेषतया उकारस्य एव. उकारः एव न, केवलं लघु लघु उकारः लघु उकारः. ओके, उत उत् अस्ति. आम् अधः अस्ति खलु भगिनि. सुमित्रा महोदय सूत्रं पठतु. आं महोदय. अतश्च प्रत्ययादसंयोगपूर्वात् उतश्च उतश्च क्षम्यताम् उतः उतश्च प्रत्ययादसंयोगपूर्वात् प्रत्ययावयव उकारात् प्राक् संयोगः नास्ति चेत् परस्य हि प्रत्ययस्य लुक् इत्युक्ते लोपः भवति. न विद्यते पूर्वः पूर्वः संयोगः यस्मात् सः असंयोगपूर्वः बहुव्रीहिः तस्मात् असंयोगपूर्वात् उतः पञ्चम्यन्तं च अव्ययपदं प्रत्ययात् पञ्चम्यन्तम् असंयोगपूर्वात् पञ्चम्यन्तम् अनेकपदमिदं सूत्रं. चिनौ लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अतोः हे इत्यस्मात् हे हे इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य असंयोगपूर्वात् प्रत्ययात् उतः च हे हे लुक् एकनिमिषं महोदय. अस्तु, असंयोगपूर्वः यः उकारः तदन्तात् प्रत्ययात् परस्य हि प्रत्ययस्य लुक् भवति इति विषयः अस्ति. इत्युक्ते यदि प्रत्ययस्य अन्ततः उकारः असंयोगपूर्वः अस्ति तर्हि तस्मात् प्रत्ययस्य हि प्रत्ययस्य लुक् भवति इति. तर्हि इदमपि सत्यमस्ति. अपि अथवा वदनस्य अन्यरूप अन्यशैली अस्ति यत् यदि अङ्गं यदस्ति तत् उकारान्त अङ्गमस्ति अपि च तत् उकारः प्रत्ययस्य अवयवः अस्ति, नाम स उकारः प्रत्ययात् आगच्छति. यथा तनादिगणे उकारः उ इति प्रत्ययात् आगच्छति, प्रत्ययस्य अन्तः उकारः. स्वादिगणे श्नु इति प्रत्ययात् आगच्छति. तथा अस्ति चेत् तस्मात् अनन्तरं यत् ई प्रत्ययः अस्ति तस्य लोपः भवति. यद् भवति तदेव अस्ति, तथैव अस्ति. अङ्गस्य असंयोगपूर्वात् प्रत्ययात् उतः च हे लुक्, नाम अङ्गे यदि असंयोगपूर्व उकारः अस्ति, यत् प्रत्ययस्य उकारः अस्ति, तस्मात् साक्षात् अनन्तरम् ई प्रत्ययस्य लुक् भवति, लुक् भवति. अतः चिनुयोगः ई चिनु, तनुयोगः ई तनु. परन्तु संयोगपूर्व अस्ति चेत् लुक् न भवति, तर्हि शक्नुयोगः ई शक्नुः, शक्नुः. अस्तु, पश्यतु अत्र स्वादिगणे तनादिगणे उभयत्र प्रसक्तिः भवति. अत्र हि अस्य सूत्रस्य निमित्तं श्नु प्रत्यय अथवा उ प्रत्यय इति नास्ति, सूत्रस्य निमित्तम् अस्ति उकारः. तर्हि यत्र कुत्रापि उकारान्ताङ्गमस्ति तत्र तत्र तत्र सूत्रस्य प्रसक्तिः अस्ति. अस्तु, धन्यवादः महोदय. अग्रे द्वितीयभेदः. धन्यवादः महोदय. द्वितीयभेदः मल्लर् महोदय पठतु. आम् महोदय, द्वितीयभेदः हलादि अपित्सु किमपि कार्यं नास्ति इति सामान्यनियमः. यत्र संयोगपूर्वम् उकारान्तम् अङ्गम् अस्ति तत्र अस्य नियमस्य पालनं सर्वत्र. यत्र अङ्गम् असंयोगपूर्वकं पूर्वम् उकारान्तम् अस्ति तत्र अलादि अपित् प्रत्ययः मकारादि वकारादि वा चेत् तर्हि विकल्पेन अङ्गान्तस्य उकारस्य लोपः भवति. तनुयोगः वः तन्वः अथवा तनुवः. द्वितीयभेदः अस्ति हलादि पित्सु किमपि कार्यं नास्ति, संयोगपूर्वः उकारान्तम् अङ्गम् अस्ति. हल अपित्स अस्ति वकारं वकार मकार लोपः भवति विकल्पेन इति उक्तं भवति. असंयोगपूर्वः असंयोगपूर्व हलादि अपित् अस्ति चेत् अस्ति चेत् गुणकार्यं अस्तु. तर्हि सूत्रं पठतु. लोपचास्यन्यतरस्यां मोहो असंयोः पूर्वस्य प्रत्यावयव अवयव उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्यये परे. येन विधि तदन्तस्य इत्य तदस्माभिः पूर्वं पठितम् अनुवृत्तिसहितसूत्रम्. अनुवृत्तिसहितसूत्रम् अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च मोहो अन्यतरस्याम्. असंयोगपूर्वस्य प्रत्ययस्य उकारः उकारस्य अङ्गस्य परे मकार वा वकार अस्ति चेत् उकारस्य लोपो भवति विकल्पेन इति उक्तम्. सत्यं, तर्हि इदं सूत्रमपि उभयत्र स्वादिगणे तदादिगणे कार्यं करोति. यतोहि अत्रापि निमित्तम् अस्ति उकारान्त अङ्गम्. तर्हि उभयत्र उकारान्त अङ्गम् अस्ति, अपि च उकारः यत् अस्ति तत् प्रत्ययस्य अवयवः अस्ति चेत् तस्य अनन्तरं यदि मकारवकारादिप्रत्ययः अस्ति चेत् अत् उकारस्य विकल्पेन लोपः भवति. तर्हि तनुयोगः वहमः, एकस्मिन् पक्षे तनुवः तनुमः, अन्यस्मिन् पक्षे तन्वः तन्मः इति अस्ति. तर्हि सारांशः किं, पठतु. सारांशः एव यत् अङ्गम् उकारान्तम् अस्ति चेत् अपि च उकारात् प्राक् संयोगः नास्ति चेत् अपि च परे मकारादि वकारादि च प्रत्ययः अस्ति चेत् तर्हि उकारस्य लोपः भवति विकल्पेन. सर्वे अवगच्छन्ति वा? किमपि नूतनं नास्ति स्वादिगणे अपि अस्माभिः पठितं तर्हि मुख्यभेदः एकमेव अस्ति स्वादिगणतनादिगण इति विषये तत्तु अचिष्णुधातुभ्रुवां कुष्णुवोः सवादुके इति सूत्रं कार्यं न करोति तनादिगणे यतोहि ष्णु इति निमित्तं यदस्ति तत् नास्ति अन्ये सर्वे सर्वाणि सूत्राणि तु उभयत्र समानानि एव सन्ति अस्तु तर्हि इदानीम् अहं चिन्तयामि तनादिगणे क्रूधातु विहाय अन्येषु अन्येषां धातूनां कृते वयं जानीमः रूपाणि कथं भवन्ति इति अतः इदानीम् अभ्यासं कुर्मः तत्र तत्र लिखितमस्ति खलु चत्वारः धातवः प्रतिनिधिः इति रूपेण अत्र गृहीताः सन्ति प्रत्येकधातोः कृते लट् लोट् लङ् विधिलिङ्गे रूपाणि कानि कानि सन्ति इति वयं पश्यामः कर्तुं शक्नुमः यतोहि सूत्राणि वयं जानीमः अपि च बहुत्र स्वादिगण एव स्वादिगणवत् एव कार्यं तर्हि इदानीं ऋण् ऋण् इति ऋण् इति उभयपदी धातुः अस्ति तस्य रूपाणि वयं पश्यामः सुमन् महोदय ऋण् उभयपदी धातु लट् लकारे रूपाणि करोति अस्तु महोदय श्रूयते किम् अस्तु इदानीं ऋण् अस्ति तत्र प्रथमसोपानं तु उ आर्धधातुकप्रत्यये अस्ति कित्नित् नास्ति अतः गुणकार्यं भवति सार्वधातुक नो इदानीं तु ऋण् अस्ति अतः अपुगन्तलघुपदस्य तर्हि अङ्गं किं भवति अर्ण् भवति अर्णु इदानीम् उकारस्य मेलनन्तरम् अर्णु भवति क्षम्यतां गुणकार्यम् अनन्तरम् अर्ण् भवति अनन्तरम् अर्णु भवति इदानीं तिङ् प्रत्यये अपूर्वम् अङ्गम् अस्ति अर्णु इदानीं ति हलादि हलादि पित् प्रत्यये अस्ति अतः पित् अस्ति अतः पुनः सार्वधातुकपित् अस्ति अतः पुनः गुणकार्यं भवति अर्णु इदानीं सार्वधातुकयोः अर्धधातुकयोः सूत्रेण भवति अर्णु योग ति तत्र अर्णो योगति भवति गुणकार्यम् अनन्तरम् अर्णो योगति तत्र एचोयवायावः कार्यं करोति अर्ण अर्णोयोगः ति मध्ये एचोयवायावः कथं कार्यं न न न क्षम्यताम् अर्णोति एव भवति क्षम्यताम् अर्णोति अस्तु अर्णोति द्वितीय अस्ति तः तत्र तत् अपि अस्ति वर्णमेलनम् एव भवति अर्णुतः इदानीम् अनन्तरमस्ति अन्ति तदपि अपि अस्ति अर्णु योग अन्ति तत्र यन् सन्धि एव कार्यं करोति उकारस्य स्थाने वकार आदेशः भवति अर्णवन्ति भवति सम्यक् अग्रे सि अस्तु इदानीम् अर्णु योग सि तत्र सि सि स्थाने हि आदेशः भवति लट् लट् लकारः अस्ति खलु ओ क्षम्यताम् अहं किं वदामि न स्मरामि अस्तु अर्णु योग सि अस्ति तत्र सि तु पित् अस्ति अतः अर्णो भवति अर्णो योग सि अर्णो षि भवति प्रत्यय आदेशे सूत्रेण सकारस्य षकारादेशप्रत्ययोः आदेश आदेशप्रत्ययोः इति सूत्रेण इङ्कोः इति वर्ण अस्ति चेत् तस्मात् साक्षात् अनन्तरं सकारस्य स्थाने षकारः भवति. अस्तु, अर्णोषि भवति. इदानीं ठः ठ तत्र हलादि प्रत्यय अस्ति, किमपि पित् अपि न स्तः, अतः अर्नुतः अर्नुथ भवति. मि अस्ति, तत्र पुनः पित् अस्ति, अतः अर्नो मि भवति. वः मह तौ प्रत्ययौ अपित् सन्ति, अपित् स्तः, तत्र अर्नु योगः वः अर्नुवः, नो चेत् अर्णवः भवति उकारस्य लोपः विकल्पेन. ओ न, क्षम्यताम्, इदानीं तु संयोगपूर्वम् अस्ति, अतः न भवति अर्नु वः अर्नुमः एव तिष्ठति. अत्र संयोगपूर्व अस्ति, असंयोगपूर्व नास्ति. सत्यं, लोपश्चास्यनु अस्ति चेत् भवति, इदानीम् अत्र न भवति, अत्र केवलम् अर्णुवः अर्णुः. अस्तु, आत्मनेपदम् अपि करोतु. अस्तु, इदानीं तु आत्मनेपदे आत्मनेपदे पदे सर्व अपित् सन्ति, अतः अर्नुते भवति, अर्नु आते तत्र अपित् अजादि अस्ति, उकारस्य स्थाने बकार इको एनचि सूत्रेण अर्णवाते अर्णवते. अर्नु योग से तत्र अर्नु शे भवति, अर्णवाथे अर्नुद्रे, अर्नु योग ए तत्र अजादि अस्ति, अतः अर्णवे भवति इकोयनचि. अनन्तरम् अर्नुवहे अर्नुमहे वर्णमेलनमेव. अत्र भवति वा उकारस्य लोपः वहे महे मध्ये? न, असंयोगपूर्व नास्ति खलु? आम्, सत्यम्. अस्तु, तर्हि आत्मनेपदे केवलं बहुत्र सन्धिकार्यमेव भवति, नो चेत् वर्णमेलनं, किमपि गुणकार्यं न भवति, यतोहि अत्र आत्मनेपदे लट् लकारे सर्वे प्रत्ययाः अपितः सन्ति. अस्तु, धन्यवादः महोदय. तर्हि सर्वे अवगच्छन्ति, लट् लकार रण्धातु उभयपदि, प्रश्नः नास्ति चेत् अग्रे गच्छामः. अस्तु, अग्रे गच्छामः. इदानीं मीना महोदय लोट् लकार करोतु. अरुणु लोट्लकार. अर्णुयोगः तु लोट् लोट् अर्णो अर्णोतु तद्मिह अहम् अत्र नास्ति. अर्णोतु अर्णुतात् अर्णुतात् अर्णु अर्णोतु अपि अर्णुतात् अर्णुताम् अर्णु अन्तु अपि अजादि अपि तस्मात् अर्णुवन्तु अर्णु अर्णु अन्तु अर्णवन्तु केन सूत्रेण? यन् आदेशः केन सूत्रेण? अर्णुहि अर्णुहि अर्णुतात् अर्णुतम् अर्णुत अत्र हे लुक् न भवति अत्र हे लुक् न भवति संयोगः पूर्वः भवति इति कारणेन अर्णुहि अर्णुतात् अर्णुतम् अर्णुत आनियाव आम पित् भवति अर्णवाणि अर्णवाव अर्णवाम इति तत्र गुणकार्यं भूत्वा एचोयवायावः इति सूत्रेण अर्णवाणि अर्णवाव अर्णवाव अर्णवाम उत्तमं इदानीम् आत्मनेपदि करोतु अर्णुताम् अर्णुताम् अर्णुताम् अर्णुवाताम् अर्णुवताम् अर्णु आताम् अर्णुवाताम् अर्णवाताम् अर्णवाताम् अर्णवताम् अर्णु स्व अर्णु सकारः वा शकारः वा सकार एव इदानीम् अर्णु स्व एव प्रत्ययः अपित् एव तस्मात् अर्णु अर्णुष्व शकारः केन सूत्रेण भवति शकार आदेश आदेशप्रत्ययोः इति सूत्रेण अर्णुष्व अर्णुवाताम् अर्णध्वम् अर्णवाताम् अर्णवाताम् उकारस्य ध्वनिः नास्ति अर्णवाताम् अर्णवाताम् अर्णध्वम् अर्णुध्वं खलु तत्र अर्णुध्वम् अर्णुध्वम् अर्णवाताम् अर्णुध्वम् ऐ आवहे आमहि पित् भवति अर्णवै अर्णवावहै अर्णवामहै सत्यम् अत्र पुनः गुणकार्यम् अपि च एचवयवः इति भवति आदेशः तर्हि अर्णुयोगः ऐ तत्र अर्णवै अर्णवावहै अर्णवामहे सत्यं बहु सम्यक् तर्हि लोट् लकारे अर्णु इति धातोः रूपाणि कथं सन्ति इति जानीमः अग्रे विजया महोदय लङ् लकार विजया महोदय अस्ति वा आं जि लङ्लकार करोतु अस्तु लङ्लकार धातु तु सिद्ध इत् ताम् अन् इस् तं त अं वा मा तत्र प्रथमं लङ्लकार सर्वत्र कोञ्चम् एकनिमिषं तत्र लुङ् लङ् लङ् षु इति सर्वत्र न तत्र आड् अजादीनाम् इति सूत्रेण सर्वत्र आकारः आगच्छति अनन्तरं तत्र आटश्च इति सूत्रमपि कार्यं करोति अनन्तरं सार्वधातुक अर्धधातुकयोः गुणः भूत्वा ओकारः भवति अनन्तरं सिद्ध तिङ् प्रत्ययं योजनेन अर्णोत् इति आगच्छति किं पुनः वदतु अन्तिमरूपं किम् अर्णोत् एकनिमिषम् एकनिमिषम् एकनिमिषम् अर्णोत् इति अस्ति अनन्तरं तामेव अस्ति तत्रापि अडाजीजा सर्वत्र आडाजीदीनां आडाजादीनां कार्यं करोति अनन्तरं तत्रापि आटः च कार्यं करोति तामेव तत्र योजनेन पुनः तत् पुनः आवश्यकता नास्ति. अर्णु योगः ताम् इति करोतु. तावदेव. अर्णु योगः ताम्. अनन्तरं तत्र अन् इति अस्ति. न, अर्णुयोगः तां रूपं वदतु खलु. अर्णुयोगः तां वर्णमेलनमेव खलु तत्र. अनन्तरम् आर्न् आर्न् वन् इति अस्ति. सर्वत्र आटः च कार्यं करोति. अनन्तरम् अर्ण वन् तत्र इको एनचि सूत्रेण अर्ण वन् इति अस्ति. अनन्तरम् आर्णोः इति अस्ति. आर्णोः तत्र तत्र आर्णोः इति सार्वधातुक आर्धधातुकयोः गुणः भूत्वा अनन्तरं ससदृशो रुः इति सूत्रं कार्यं करोति. अनन्तरं करा अवसानयोः विसर्जनीयः इति सूत्रेण विसर्गः आगच्छति. आर्णयोः इति अस्ति. अनन्तरम् आर्णो योगः तम् आर्णुतमेव. अनन्तरम् आर्णु योगः त आर्णुत. अनन्तरम् आर्णवम् इति अस्ति. तत्र तादृशमेव. अनन्तरं तत्र अम् आदेशः भव अम् इति कृतम् अस्ति. यचो एव यावः इति सूत्रेण तत्र आर्णवम् इति सिद्धरूपम् अस्ति. प्रथमं तु सार्धातुकार्धातुकयोः, तदनन्तरं यचो एव यावः. तत्र सर्वत्र आर्धधातुक इद् तत्र आर्णवम् इति अस्ति. अनन्तरम् आर्णु इति अस्ति. योगः वकारः, अनन्तरं योगः मकारः. आर्णुव आर्णम इति अस्ति. सम्यक्. आत्मनेपदि विजयमहोदय, आत्मनेपदि करोतु. अस्तु, अत्र आत्मनेपदी अपि आत्मनेपदी करोतु, कोऽपि करोतु. विधिमस्ति महोदय. अरुणमहोदय, भवती करोतु आत्मनेपदी. आत्मनेपदी. जी जी जी, अहम् अस्मि अत्र. म्यूट् मध्ये आसम्. आर्णु योग आर्णु योगः त आर्णुत इति अस्ति. अनन्तरम् आर्णु वातम् इति अस्ति. तत्रापि इगो एनर्जि इति कार्यं करोति. अतः तत्र आर्ण अनन्तरं वातम् इति अस्ति. तत्र आर्ण वातम् इति अस्ति. अनन्तरं तत्र आर्णु वत इति तत्र अपि इगो एनर्जि एव कार्यं करोति. आर्णवत इति अस्ति. अनन्तरं तत्र आर्णुताः इति अस्ति. तत्र तादृशमेव सप्तजुषो रुः इति कार्यं करोति. अनन्तरं करावसामेव विसर्जनीयः इति सूत्रेण विसर्गः आगच्छति. अतः आर्णुताः इति अस्ति. अनन्तरम् आर्णुवताम् इति तत्रापि आर्णुवातम् इको एनसि कार्यं करोति. आर्णुवाताम् इति अस्ति. अनन्तरं द्वम् इति अस्ति. तत्र वर्णमेलनमेव. आर्णु आर्णुद्वम् इति. अनन्तरम् आर्णिव इति अस्ति. आर्णिव तत्रापि इको एनचि कार्यं करोति. अतः आर्णिव इति अस्ति. वहि महि सिद्ध तिङ् प्रत्ययं प्रत्ययम्. अतः तत्र आर्णुवहि आर्णुमहि यो वर्णमेल मेलनमेव अत्र. सम्यक्, धन्यवादः. तर्हि आर्णुयोगः इ तत्र केवलं यण्सन्धि आर्णवि. आर्णुयोगः आथाम् आर्णवाथाम् आताम् आर्णवाताम्. तत्र यत्र यत्र अजादि अस्ति तत्र तत्र इको यणचि इति सूत्रेण यणादेशः भवति. अन्यत्र सर्वत्र वर्णमेलने. तर्हि किमपि नास्ति, सम्यगेव अस्ति. अस्तु, धन्यवादः महोदय. अग्रे विधि महोदय, विधिलिङ्गकार करोतु. आर्णुयोगः विधिलिङ् यात् यातां युः परस्मैपदि. याः यातं यात प्रथमपुरुषं याम याव याम रूपाणि वदतु रूपाणि अत्र कार्यं किमपि नास्ति महोदय वर्णमेव तर्हि वदतु अर्णुयात् अर्णुयाताम् अर्णु अर्णुयुः अर्णुयाः अर्णुयातम् अर्णुयात् अर्णुयाम् अर्णुयाव अर्णुयाम सम्यक् तदनन्तरम् आत्मनेपथि इति तत्रापि इको एनसि एव कार्यं करोति सम्यक् अर्णयोगः इत अर्णवेत्त अरुण्वेयाताम् अरुण्वेरन् अरुण्वेताः अरुण्वेयाताम् अरुण्वेद्वम् अरुण्वेय अरुण्वेवहि अरुण्वेमहि इति वा महोदय सम्यक् तर्हि परस्मैपदी किमपि कार्यं नास्ति केवलं वर्णमेलनम् आत्मनेपदी केवलं इको एनचि इति सूत्रमेव कार्यं करोति तर्हि विधिलिङ्गकारः सर्वदा बहुत्र सर्वदा सरलतम तत्र विधिलिङ्गकारे मुख्यकार्यं सिद्धतिङ् प्रत्ययः आगच्छति एकवारं सिद्धतिङ् प्रत्ययः भवति तदनन्तरं तिङ् प्रत्यय अङ्गस्य केवलं मेलनमेव अस्ति तर्हि इदानीं ऋण् धातु कृते यत्र यत्र संयोगपूर्वः अङ्गः भवति तस्य कृते अस्माकं रूपाणि सर्वत्र लट् लोट् लङ् विधिलिङ्ग् ए आत्मनेपदी परस्मैपदी सर्वत्र वयं जानीमः तर्हि इदानीं ऋण् धातु इव ये अरण्यधातवः सन्ति यत्र संयोगपूर्वः उकारः अस्ति तस्य रूपाणि अपि वयं कर्तुं शक्नुमः अर्णु घर्णु वर्णु इति इदानीं असंयोगपूर्वः उकारः अस्ति चेत् रूपाणि कथं सन्ति इति वयं पश्यामः तस्य उदाहरणमस्ति तनु तनु कृते सुमित्रा महोदय तनु लट् लकारे नोयि अस्ति वा अस्तु अग्रे अहं प्रयत्नं करोमि महोदय अरुण मदर् महोदय करोतु अरुणमहोदय तनु लट् लकारे तनु योगः टिप् टिप् इति हलादि पितप् अस्ति तथा गुणः भवति तनु सार्वधातुपादधातुकयोः सूत्रेण तनोति तदेव रूपं तनोति तनुयोगः तः अपित् अस्ति हलादि अपित् सः नो गुणः तनुता एव रूपं भवति तनुयोगः अन्ति तत्र अत्र अन्ति अपि हलादि अपित् एव ततः तन् इको एनर्जि सूत्रेण तन्वन्ति इति रूपं निष्पन्नं भवति तनुयोगः सि मुसि इति पित् अस्ति तन् गुणः भवति तनु सि आदेशप्रत्ययोः सूत्रेण तनुषि भवति तनुयोगः अतः अपित् अस्ति ततः गुणः न भवति तनुतः तनुथा इति रूपं भवति तनुयोगः मि मे मे इति अपि पित् अस्ति ततः तनोमि तनुवः तनुमः अत्र रूपद्वयं तनुवः यत्र रूपद्वयम् आगच्छति असंयोग केन सूत्रेण लोपश्च लोपश्च अस्यान्तरस्यां मवोः इति सूत्रेण रूपद्वयम् आगच्छति तनुवः तन्वः तन्मः तन्मः इति द्वे आत्मनेपदी सर्वे अपित् अस्ति ततः तनुयोगः तनुते तनुयोगः आते अत्र एको एनचि सूत्रे तन्व तन्वाते तन्वते पुरुष बहुवचने तनुषे आदेशप्रत्ययोः सूत्रं तनुषे भवति तनुयोग आथे इको एनचि सूत्रे तन्वाथे तनुयोगद्वं तन्नद्वं तनुयोगः द्वे किं भवति तनुद्वे क्षम्यता तनुद्वे तनुद्वे तनुयोगः ए इति उत्तमपुरुष अत्र इको अनिच् सूत्रेण एव महोदय तन्वे तन्वहे तन्महे रूपद्वयं भवति खलु ओ या या या या तनु तन्वहे तनुवहे तन्महे तनुमहे तत्रापि रूपद्वयं तन्वहे अथवा तनुवहे तन्महे अथवा तनुमहे सम्यक् धन्यवादः अस्तु धन्यवादः महोदय अग्रे मदर महोदय लोट्लकार लोट्लकार हा महोदय तनुयोगः तु अत्र पित् अस्ति अतः गुणकार्यं तनोतु अथवा तनुतात् तनुतां तन्वन्तु इति इकोनचि तनुयोगः इ हि अत्र इका असंयोगपूर्वः अस्ति अतः हि लोप हि लोपो भवति महोदय तनु केन सूत्रेण उतच प्रत्ययात् असंयोगपूर्वात् तनु अथवा तनुतात् तनुतं तनुयोगः त तनुत अद्य तनुयोगः आणि अत्र अपित् अस्ति अतः गुणकार्यं तनवाति इति रूपं तनवाति प्रथमं गुणकार्यं तदनन्तरं यचो वायवः इति सूत्रेण सार्वधातुक तनवाणि तनुयोगः आव तनुयोगः आम तनवाम आत्मनेपदे तनुयोगः तां तनुताम् अत्र तनुयोगः आतां तन्वाताम् इको एनर्जि इति भवति तन्वताम् अनन्तरं तनुयोगः स्व आदेशकारः आदेशप्रत्ययोः इति सूत्रेण तनुष्व तनुयोगः आतां तन्वातां तनुद्वं तनुयोगः ऐ तन्वै तन् अपित् अस्ति तनवावै अपित् पित् अस्ति महोदय अतः गुण भवति अनन्तरम् एचवायवानेन तना तन्वावै प्रथमपुरुष एकवचने किमस्ति तनवै किं तन ऐ तनवै तनवै तनुयोगः आवहै तनोयोगः आवहै तनवावहै तन्वावहै तनवावहै तनु आम् महोदय तनवावहै तनुयोगः आमहै तन वामहै तत्र सर्वत्र गुणकार्यं भवति तदनन्तरं एचयवायावः अतः तनवै तनवावहै तनवामहे आम् महोदय धन्यवादः अग्रे धन्यवादः किमस्ति अत्र सुमन् महोदय लङ् अस्तु महोदय तत्र प्रथमसोपानमस्ति अकार आगमः इदानीम् अङ्गं भवति अतनु प्रथमपुरुषे इदानीं तु तकार तत्र तत्पित् अस्ति अतः अतनोत् अतनुताम् अतनुवन् अत्रापि सर्वदा स्मरतु तत्र रूपद्वयमस्ति अतनोद् अतनोत् वावसाने इति सूत्रे क्षम्यतां महोदय पुनः वदतु सर्वत्र सर्वदा मनसि अस् भवेत् यत् लङ्लकारे प्रथमपुरुषे एकवचने रूपद्वयमस्ति वा अवसाने इति अतनोत् अतनोद् सत्यं चर्त्वं भवति खलु चर्त्वं भवति सर्वदा मनसि भवेत् इति एव अस्तु अतनोत् अग्रे अतनुत् अतनुताम् अतन्वन् तत्र इको यणचि कार्यं करोति अतन्वन् भवति अनन्तरम् अतनोः तत्र गुणः भवति सकारस्य रु आदेशः भवति रु शब्दस्य उकार इत्यस्ति लोपः भवति रेपः स्थाने विसर्गः भवति अतनोः भवति अनन्तरम् अतनु अतनुतम् अतनुत उत्तमपुरुषे पुनः गुणः भवति अतनु अतनवम् भवति एचोय वायावः अतनुव अतनुम रूपद्वयम् अस्ति खलु आम् सत्यम् अत्र संयोगपूर्वं नास्ति अतः अतनुव अतनुम नो चेत् अतन्व अतन्म सम्यक् आत्मनेपदि अत्र किमपि गुणकार्यं न भवति अतनुत अतन्वा अतन्वाताम् अतन्वत अतनुथाः अतन्वाथाम् अतनुध्वम् अतन्वे क्षम्यताम् अतन् अतन्वि अतन् अतनु वहि अतनु महि नो चेत् अतन्वहि अतन्महि सम्यक् अत्रापि मुख्यतया केवलम् इकोर्णचि नो चेत् वर्णमेलनम् तदनन्तरं धन्यवादः महोदय विधिलिङ्गकारे तु किमपि नास्ति परस्मैपदी केवलं वर्णमेलनं तनुयात् तनुयातां तनुयुः तनुयाः तनुयातं तनुयात तनुयां तनुयाव तनुयाम आत्मनेपदी केवलम् इकोयडचि तन्वीत तन्वीयातां तन्वीरन् तन्वीथाः तन्वीयाथां तन्वीध्वं तन्वीय तन्वीवहि तन्वीमहि तर्हि इदानीं क्रूधातु विहाय तनादिगणे ये धातवः सन्ति तेषां लट् लोट् लङ् विधिलिङ्गरूपाणि वयं कर्तुं शक्नुमः तस्य कृते सर्वाणि सोपानानि वयं जानीमः सूत्राणि अपि वयं जानीमः इदानीं मुख्यकार्यं यत् अस्ति नूतनकार्यं तदस्ति दुक्रियक्रूधातु मध्ये तत्र दुक्रियक्रूधातु मध्ये बहुत्र नूतनं कार्यं भवति यथा पश्यतु अत्र करोति इति अस्ति परन्तु कुरुतः तर्हि करोति मध्ये ककारस्य उकारः नास्ति परन्तु कुरुतः मध्ये ककारस्य उकारः अस्ति तर्हि एतदेकं भेदः अस्ति तदनन्तरम् अन्ये अपि भेदाः सन्ति तत्र कुत्र कुत्र भेदाः सन्ति तेषां कृते नूतनसूत्राणि के सन्ति इति इदानीं नूतनविषयः अस्ति तद् वयम् अग्रे पश्यामः तर्हि अस्तु तर्हि इदानीं तनादिगणे नवधातवः इति के सन्ति वयं जानीमः अस्तु तर्हि इदानीं समयः समाप्तः अग्रिमरविवासरे 27 डिसेम्बर् तदनन्तरं 3 जनवरी इति नूतनवर्षाः सन्ति अतः वर्गद्वयं न भविष्यति 27 डिसेम्बर् अपि च 3 जनवरी वर्गद्वयं न भविष्यति अस्माकं इदानीम् अग्रिमवर्गः 10 जनवरी 10th जनवरी एव भवति नाम इदानीं वर्गत्रय सप्ताहत्रयानन्तरं त्रयान्तरम् एव वर्गः भवति. इदानीं नूतनवर्षस्य कृते भवान् सर्वे विरमामं कुर्मः. तर्हि इदानीम् अस्माकम् अस्मिन् वर्षस्य इदानीम् अन्तिमवर्गः आसीत् इदानीं. तत्र इदानीं गमनात् पूर्वम् एकवारं पश्यतु अस्मिन् अस्मिन् वर्षे अस्माभिः किं किं पठितम्. अस्माभिः बहु किमपि पठितं. तत्र प्रथमं तु अस्माभिः तत्र ये मूलनियमाः सन्ति व्याकरणे अस्माभिः पठितानि. नाम तत्र एकस्मिन् एव स्थाने बहूनि सूत्राणि बहूनां सूत्राणां प्रसक्तिः अस्ति चेत् तस्य बलं भवति. तस्मिन् विषये अस्माकं बहु चर्चा जाता. तदनन्तरं अदन्त प्रत्येकगणस्य कृते कार्यं कथं भवति इति तस्य चर्चा जाता. तर्हि इदानीं पश्यतु इदानीं पर्यन्तं भवन्तः सर्वे भवादिगणस्य किमपि धातु कोऽपि धातु भवेत् रूपं कर्तुं शक्नुवन्ति. भवादिगणे दिवादिगणे उदादिगणे चुरादिगणे स्वादिगणे तनादिगणे पश्यतु अस्मिन् वर्षे षट् गणेषु रूपाणि कथं भवन्ति. कोऽपि धातु अस्ति भवन्तः सर्वे रूपं कर्तुं शक्नुवन्ति इति. तर्हि महान् उपलब्धिः अस्ति अस्मिन् वर्षे. षट् गणेषु रूपाणि 60% रूपाणि नाम 6 out of 10 गणस्य रूपाणि भवन्तः कर्तुं शक्नुवन्ति. तदनन्तरम् अग्रिमवर्षे अस्माकम् अदादिगण ज्योत्यादिगण अपि च रुधादिगण तत्र गणाः सन्ति. तस्मिन् विषये अस्माकं चर्चा भविष्यति. इदानीम् अत्र यथा अवकाशाः सन्ति तत्र एकवारं पुनः सर्वत्र अस्मिन् वर्षे यत्किमपि भवेत् तत् पठतु पुनः. तत्र ध्वनिमुद्रणानि शृण्वन्तु. प्रश्नाः सन्ति चेत् पृच्छतु, ईमेल् कुर्वतु, करोतु. नो चेत् नो चेत् इदानीम् अग्रिमवर्षे 10 January इति वर्गः भविष्यति. सर्वस्य नूतन सर्वेभ्यः नूतनवर्षस्य शुभाशयाः. विरामकालः नास्ति. धन्यवादः. आपो